गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः. विद्याधरी इति पुस्तकात् तत्र पाठः प्रचलन् अस्ति. लक्षणग्रन्थे वयं स्मः. तत्रापि गन्धवती पृथिवी गन्धवत्वं पृथिव्याः लक्षणम् इति वाक्यद्वयं लक्षणवाक्यद्वयम् अस्ति. पृथिव्याः अनयोः मध्ये कः भेदः इत्यत्र वयं स्मः. इदानीं तत्र विशेषणं विशेष्यं च इति करपत्रे वयं स्मः. तत्र किञ्चिदिव अस्माभिः पूर्वतनवर्गे पठितं. तत्र साक्षात् गमना प्रति किञ्चिदिव अहं वदामि पुनस्मारकरूपेण अपि च उपोद्घातरूपेण. पूर्वमस्माभिः पठितं यत् आधार आधेयभावः इति. तद् अस्माभिः कल्पितमेव. आधारः इति आधारता इति धर्मः, आधेयता इति धर्मः. साक्षात् वस्तुनि नास्ति, अस्माकमेव तत् कल्पितम् इति सदा मनसि भवेत्. अपि च आधार आधेयभावः आधारः आधेयः इति ससम्बन्धिकाः. अनयोः मध्ये सम्बन्धः वर्तते. एकस्य उच्चारणेन अन्यस्य आकाङ्क्षा जायते इति अपि अस्ति. अपि च अनयोः मध्ये परस्परनिरूपकनिरूप्यभावः अस्ति इति अपि अस्माभिः पठितम्. किमर्थम् आधारादेयभावः वक्तव्यः इति चेत् तत्र परस्परनिरूपकनिरूप्यभावः अस्ति इति कृत्वा आधारादेयभावः इति सिद्धान्तः नैयायिकैः कल्पितम् अस्ति. इदानीं तत्र घटः घटत्वम् इति वदामश्चेत् तत्र घटत्वम् इति धर्मः आधेयः भवति, घटः आधारः भवति. अपि च तौ ससम्बन्धिकौ, तयोः मध्ये परस्परनिरूपकनिरूप्यभावः वर्तते. इत्युक्ते घटत्वं किम् इति प्रश्नस्य उत्तरम् एतादृशमपि दातुं शक्यते. घटनिष्ठ आधारतानिरूपित आधेयता आश्रयः घटत्वम् इति वक्तुं शक्यते. तस्य परिचयं, घटत्वम् इत्युक्ते किम् इति घटत्वस्य परिचयम् एतादृशं घटः स्वीकृत्य, आधारं स्वीकृत्य वक्तुं शक्नुमः. पुनः विपरीतरीत्या घटः किं, घटः कः इति प्रश्नस्य उत्तरं भवति घटत्वनिष्ठ आधेयतानिरूपित आधारता आश्रयः घटः इति. तादृशमपि घटस्य परिचयं दातुं शक्नुमः इति कृत्वा एव आधारादेयभावः स्वीकृतः भवति इति तु एकम्. इदानीं तत्र आधारः वक्तव्यं चेत्, आधेयः वक्तव्यं चेत् तत्र कस्मिन् दिशि गन्तव्यम् इति अपि अस्माभिः अधीतं. तत्र उपरि गमनेन आधेयः सिद्ध्यति, अधोगमनेन आधारः सिद्ध्यति इति. तत्र आधेयः एव आधारे वर्तते इति कृत्वा उपरि गमनेन आधेयः सिद्ध्यति, अधोगमनेन आधारः सिद्ध्यति. इदानीम् उपरि गमनार्थं कः प्रत्ययः योजितव्यः इति चेत् त्व तल् ह्यै इति प्रत्ययाः सन्ति. ते किं बोधयति इत्युक्ते भावं बोधयति, धर्मः बोधयति इति अस्ति. अतः उपरि गमनार्थं घटः इत्यतः उपरि गमनार्थं तत्र त्वप्रत्ययं योजयित्वा घटत्वम् इति धर्मः सिद्ध्यति. पुनः अधोगमनार्थम् इदानीं तत्र घटः इति एव स्वीकुर्मः, नो चेत् घटत्वम् इति स्वीकुर्मः. घटत्वम् इत्यतः अधोगमनार्थं तत्र मतुप्रत्ययः योजनीयः भवति. मतुप्रत्ययस्य योजनेन किं लभ्यते इत्युक्ते घटत्ववान् इति पदं लभ्यते. घटत्ववान् इति पदेन किं बोध्यं भवति इति चेत् घटः एव बोध्यं भवति. मतुप्रत्ययं वयं जानीमः अस्मिन् अस्ति इत्यर्थे मतुप्रत्ययः उपयुक्तः भवति इति कृत्वा घटत्ववान् इति पुल्लिङ्गे घटवत् घटत्ववत् इति प्रातिपदिकं घटत्ववान् इति पुल्लिङ्गरूपं भवति. घटत्ववान् इत्यनेन किं बोध्यम् इति चेत् घटः एव बोध्यं भवति. किन्तु केवलं घटः इति न, तत्र आदेय आदेयभावः आधारभावः विद्यते. तदेव अनयोः मध्ये भेदः. इदानीं केवलं घटः इति वदामश्चेत् यद्वस्तु मम पुरतः अस्ति तदेव बोध्यं भवति. किन्तु घटत्ववान् इति पदं यद्यपि समानार्थकः अस्ति तथापि घटत्ववान् इति पदेन किम् अधिकं बोध्यम् इति चेत् आधार आदेयभावः विद्यते. इदानीं घटत्ववान् इत्यत्र घटत्वम् इति आदेयः, तद् यस्मिन् अस्ति तद् घटत्ववान् इति आधारादेयः बोध्यते. तदपि इदानीं तत्र पुनः इतोपि किञ्चित् धर्मः किमर्थम् उपरि गमनं, धर्मः किमर्थं वक्तव्यम् इति चेत् सर्वे पठितवन्तः एव एतत् सिद्धान्तः पूर्वमेव. तत्र अस्माकं पुरतः घटः अस्ति इति चिन्तयतु. घटः इदानीम् अहं पश्यामि इति स्थितौ तत्र केवलं घटः एव अहं न पश्यामि इति न, घटत्वम् अपि पश्यामि इति स्वीकर्तव्यम्. किमर्थं तत् स्वीकर्तव्यम् इति चेत् इदानीं तत्र अन्यत्र गत्वा पुनः घटरूपेण एकः वस्तु तत्र अस्ति चेत् एकं वस्तु तत्र अस्ति चेत् तद् घटः इति ज्ञानं यः कोऽपि मया उक्तं विना तद् ज्ञानं जायते. तत् कथम् इति चेत् घटत्वज्ञानं मयि अस्ति. प्रथमवारं यथा मया घटः ज्ञायते तदा घटत्वमपि मया ज्ञातम् इति कृत्वा इदानीम् अग्रिमस्थले नो चेत् अग्रिम दिवसि अहम् अन्यत् घटं पश्यामि चेत् एषः घटः इति कथं वा मया ज्ञातुं शक्यते इति चेत् तत्र घटत्वं विद्यते तदहं पश्यामि इति कृत्वा तत्र घटस्य ज्ञानं भवति इत्येव वार्ता इति कृत्वा इदानीं तत्र भावः किमर्थं भावः वक्तव्यम् इत्युक्ते एतदेव प्रयोजनं. भावः स्वीकरणेन तत्र केवलं व्यक्तिज्ञानमपि न भवति, किन्तु यत्र यत्र तादृश धर्मः विद्यते तस्य सर्वस्य तेषां सर्वाणां ज्ञानम् अहं प्राप्यते प्राप्स्यामि इति कृत्वा तत्र धर्मस्य ज्ञानम् आवश्यकं भवति इति अस्ति. एतद्बोधनार्थमेव तत्र महोदयेन विशेषणं विशेष्यं च इति जालपुटे एतादृशं तत्र दत्तमस्ति. तस्मिन् विषये किञ्चित् उक्त्वा अग्रे साक्षात् पठितुं शक्यते. तत्र सर्वेषां कृते पार्श्वे विशेषणं विशेष्यं च इति जालपुटम् अस्ति इति अहं चिन्तयामि. इदानीं तत्र पश्यतु, तत्र चित्ररूपेण, चित्रमिति नास्ति किन्तु चित्ररूपेण किमपि दत्तं. तत्र घटः योगहत्व इत्यनेन घटत्वम् इति धर्मः सिद्ध्यति. पुनः घटत्वं योगः मतुप् इत्यनेन घटत्ववान् इति आधारः सिद्ध्यति. पुनः इदानीं घटः अस्ति, भूतलम् अस्ति. इदानीं केवलं भूतलम् इति वदामश्चेत् तत्र द्रव्यस्य ज्ञानं, भूतलम् इति द्रव्यस्य ज्ञानमेव भवति. तावदेव ज्ञातुं शक्यते भूतलम् इति वदनेन. किन्तु तत्र तस्मिन् उपरि घटः अस्ति चेत्, आदेयः अस्ति चेत् इदानीं तत्र घटः योगः मतुप् इत्यनेन घटवत् इति शब्दं यत् लभ्यते अनेन किम् अधिकं बोध्यते इति चेत् केवलम् एतद् भूतलं नास्ति किन्तु तस्मिन् उपरि घटः अस्ति इति अपि ज्ञातुं शक्यते इति प्रयोजनम् अस्ति घटवत् इति वदनेन तादृशप्रयोजनम् अस्ति इति तु एकं पुनः इदानीं तत्र घटवत् योगः त्वम् इति धर्मः स्वीकुर्मश्चेत् तत्र रूपं किं भवति घटवत्त्वम् इति रूपं भवति तदनन्तरं पुनः मतुप्रत्ययस्य योजनेन घटवत्त्ववत् इति रूपं सिद्ध्यति इदानीं घटवत् अपि च घटवत्त्ववत् अनयोः मध्ये इदानीं कः बोधः अधिकं जायते इति चेत् घटवत् इत्यनेन यत् मम पुरतः अस्ति भूतलं तस्मिन् उपरि घटः अस्ति यस्मिन् उपरि घटः अस्ति तद्भूतलस्य व्यक्तिगतभूतलस्य एव ज्ञानं भवति घटवत् इति शब्देन किन्तु घटवत्त्ववत् इति शब्देन भूतले तत्र जगति यानि भूतलानि सन्ति तेषु घटः वर्तते तानि सर्वाणि भूतलानि अस्मिन् पदे अन्तर्भूतं भवति इति अनयोः मध्ये भेदः पुनः वदामि भूतलं घटवत् घटवत्त्ववत् इति पदत्रयमपि एकमेव वस्तुं सूचयति तत्र भूतलम् इति एव सूचयति आधारः एव सूचयति किन्तु किमर्थं पदत्रयं वक्तव्यम् इति चेत् भूतलम् इत्यनेन केवलं द्रव्यस्य ज्ञानमेव भवति न तु आधारादेयभावः न भवति घटवत् इति पदेन आधारादेयभावः भवति किन्तु व्यक्तिगतज्ञानमेव भवति घटवत्त्ववत् इत्यनेन आधारादेयभावः अपि तस्य ज्ञानमपि भवति किन्तु केवलं व्यक्तेः ज्ञानम् इति नास्ति किन्तु यानि भूतलानि सन्ति तादृश अस्मिन् जगति यस्मिन् घटाः वर्तन्ते तेषां सर्वेषां ज्ञानं भवति इति अस्ति तदेव अत्र वार्ता अस्तु अग्रे विशेषणस्य कार्यं किम् इति अस्माभिः दृष्टम् अन्येभ्यः वस्तुभ्यः क्षम्यताम् अत्र अन्तिमवाक्यं जगति यानि भूतलानि सन्ति तेषां सर्वेषां ज्ञानं भवति इति अत्र कथं तथा वक्तुं शक्नुमः यत् पुनः एकवारं वदतु हा तत्र घटवत्त्ववत् इति वदनेन जगति यानि भूतलानि सन्ति यस्मिन् घटाः वर्तन्ते तानि सर्वाणि भूतलानि अस्मिन् पदे घटवत्त्ववत् इति पदे अन्तर्भूतं भवति ज्ञानम् इति यद्मया उक्तं तद् दोषाय ज्ञानं भवति इति चेत् सर्वेषां ज्ञानं न भवति साक्षात् किन्तु घटवत्त्ववत् इति पदे कानि द्रव्याणि तस्मिन् अन्तर्भूतानि इत्युक्ते यानि भूतलानि यस्मिन् जगति घटाः वर्तन्ते तानि सर्वाणि सूचितं भवति घटवत्त्ववत् इति पदेन इति अनयोः मध्ये भेदः इदानीं सम्यक् अस्ति वा सम्यक् अस्ति परन्तु अत्र कथम् अत्र त्वप्रत्ययः मतुप्रत्ययः सर्वं योजयित्वा जगति यानि भूतलानि सन्ति तत् कथं तादृश अवगमनं भवति हा इदानीं पश्यतु तदेव मया उक्तं तत्र घटः प्रथमवारं मया एकः घटः दृष्टः इति चिन्तयतु तत्र मम पुरतः एकं वस्तु अस्ति तत् किम् इति अहं न जानामि कोऽपि अत्र आगत्य मां वदति एषः घटः इति वदति इदानीम् एषः घटः इति वदनेन मम ज्ञानं प्राप्तं किं ज्ञानम् एषः घटः इति ज्ञानं प्राप्तम् इदानीम् अग्रिमदिने अहम् अन्यत्र गच्छामि तत्रापि एतादृश आकाररूपेण एकः घटः तत्र वर्तते किन्तु एषः घटः इति कोऽपि न मयि उक्तं तथापि एषः घटः इति ज्ञानं मयि जायते एव कथम् इति चेत् तत्र यदा पूर्वस्मिन् दिने एषः घटः इति ज्ञानं मया प्राप्तं तस्मिन्नेव समये घटत्वं घटत्वस्य तस्मिन् घटे विद्यमानघटत्वस्य ज्ञानं मया प्राप्तम्। इदानीम् अत्र जातेः ज्ञानं भवति इति एव सारांशः। सत्यं सत्यम्। अस्तु अस्तु अस्तु। जातेः ज्ञानेन किम्, इतोपि किञ्चित् मया अधिकम् उक्तं, जातेः ज्ञानं तु भवत्येव, किन्तु जातेः ज्ञानेन किं तत्र तस्य प्रयोजनं किम् इत्युक्ते, तादृश पदानि सर्वाणि अस्मिन् शब्दे अन्तर्भूतं भवति इति। तत्र इदानीम् अस्माकं पुरतः चिन्तयतु, 50 घटाः सन्ति इति चिन्तयतु, तेषु 5 नीलघटाः सन्ति इति अपि चिन्तयतु। इदानीं तत्र नीलः घटः आनयतु इति अहं वदामि चेत्, नीलवत् घटं न नीलवान् घटः आनयतु इति अहं वदामि चेत्, भवती किं करोति? तत्र गत्वा एकः नीलः घटः भवती आनयति। इदानीम् अहं किञ्चित् भिन्नरीत्या वदामश्चेत्, नीलवत्ववान् आनयतु इति, नीलवत्वान् घटः आनयतु, घटाः आनयतु इति अहं वदामि चेत्, तत्र केवलम् एकः एव घटः भवती न आनयति, किन्तु तत्र 5 घटाः नीलघटाः सन्ति चेत् तेषां सर्वेषाम् आनयनं भवती करोति। तदेव अवगच्छामि, धन्यवादः। तदेव तत्र नीलत्ववान् घटः इति वदनेन तत्र यानि ये घटाः सन्ति नीलरूपे, ये घटाः सन्ति तानि, ते सर्वे नीलत्ववान् इति पदेन, इति पदे अन्तर्भूतं भवति इति। तदेव वैशिष्ट्यमस्ति। अस्तु, इदानीं किञ्चित् अग्रे विशेषणस्य कार्यं किम् इति अस्माभिः दृष्टं। विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति, पृथक्करणमेव विशेषणस्य कार्यम् इति अस्माभिः दृष्टम्। अपि च विशेषणविशेषयोः अर्थः किम् इति अपि अस्माभिः दृष्टं। तत्र वैशिष्ट्यं किम् इत्युक्ते, विशेषणं विशेष्यम् इति शब्दद्वयमपि अर्थसम्बद्धः न तु शब्दसम्बन्धः इति अस्ति अस्माभिः गतवर्गे दृष्टम्। अपि च गुणवाचकशब्दाः, तस्य त्रैविध्यमपि अस्माभिः दृष्टं। तत्र केवलं गुणवाचकः, केवलं गुणिवाचकः, गुणवाचकः अपि च गुणि उभयवाचकः इति अपि अस्माभिः दृष्टं। तत्र केवलगुणवाचकशब्दस्य उदाहरणं भवति शक्तिः इति। इदानीं शक्तिः इदानीं केवलं किं, केवलं गुणवाचकः इति किमर्थम् उक्तम् इति चेत्, तत्र शक्तिः श्रद्धा इत्यादयः भवति। केवलं किमर्थम् इति चेत्, शक्तिः कुत्र अस्ति इति शक्तिः इति पदेन न ज्ञातुं शक्यते। केवलं शक्तिः इति धर्मः वा गुणः वा अस्ति इति ज्ञातुं शक्यते, किन्तु कुत्र अस्ति इति न ज्ञानं न भवति इति कृत्वा, तादृशशब्दाः शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयम् इत्यादयः शब्दाः केवलं गुणवाचकशब्दाः इति। पुनः केवलं गुणिवाचकशब्दाः इति अस्ति, उन्नतः, विशालः, उत्तमः, सुन्दरः, तादृशपदाः केवलं गुणिवाचकशब्दाः। किमर्थं गुणि केवलम् इति अस्ति इत्युक्ते, इदानीं तत्र उन्नतः वृक्षे अस्ति इति वाक्यनिर्माणं यदा कदापि न शक्तुं कर्तुं न शक्यते। उन्नतः वृक्षे अस्ति इति न वक्तुम् इति वदामश्चेत् तत् दोषाय। औन्नत्यम् इति गुणः वृक्षे अस्ति इति वदामश्चेत् तत् साधुः। उन्नतः वृक्षे अस्ति इति यदा कदापि न वक्तुं शक्यते इति कृत्वा, केवलं गुणिवाचकशब्दाः भवन्ति एतादृशाः शब्दाः। अपि च उभयवाचकशब्दाः अपि भवन्ति इति अस्माभिः दृष्टं। तत्र शुक्लः, अपि च नीलः, मधुरः इति तादृशशब्दाः गुणवाचकः अपि भवति, गुणिवाचकः अपि भवन्ति इति। तत्र गुणवाचकमेव अस्माकं विवक्षा अस्ति चेत् पुल्लिङ्गे रूपं भवेत्, गुणिवाचकः इति अस्माकं विवक्षा अस्ति चेत् तत्र त्रिषु लिङ्गेषु भवेत् इति एतावत्पर्यन्तम् अस्माभिः दृष्टम्। इदानीम् अग्रे गन्तुं शक्नुमः, तत्र अर्थस्य परिवर्तनम् इति आरभ्य पठनीयं। विद्याभगिनी भवती एव आरम्भं करोति वा? अर्थस्य परिवर्तनं सर्वेषां पुरतः विशेषणं विशेष्यं च इति करपत्रं पुरतः स्यात्। अर्थस्य परिवर्तनार्थम् अस्तु, अर्थस्य परिवर्तनार्थम् इति आरभ्य अर्थस्य परिवर्तनार्थं केवलं गुणवाचकशब्दः मधुपर्तकप्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः। यथा श्रद्धा श्रद्धावान्, बलं बलवान् बली, धैर्यं धैर्यवान्, संयमः संयमी, उत्साहः उत्साही। अग्रे अपि पठामि वा अथवा केवलं गुणिवाचकशब्दः भावार्थकप्रत्ययस्य त्व तल् शै इत्यस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः। उत्तमः अत्र भावप्रत्ययस्य योजनेन उत्तमत्वम् उत्तमता औन्नत्यं, विशालः विशालत्वं विशालता वैशाल्यं, सुन्दरः सुन्दरत्वं सुन्दरता सौन्दर्यं। यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र, अतः कोऽपि प्रत्ययः नापेक्षितः, किन्तु मधुभर्त्याः भावर्त्याः प्रयोक्तुं शक्याः। तावत् वदामि वा? हा वदतु भगिनि। हा अस्तु, इदानीमत्र वयम् एतावता वयं दृष्टवन्तः केवलं गुणवाचकशब्दाः, केवलं गुणिवाचकशब्दाः, अपि च उभयविधशब्दाः गुणवाचकाः अपि च गुणिवाचकाः अपि दृष्टवन्तः। इदानीम् अत्र गुणवाचकशब्दं स्वीकृत्य वयं जानीमः अत्र गुणवाचकशब्दः केवलं गुणम् एव सूचयति, न तु आश्रयः आधारः कस्मिन् तादृशगुणः अस्ति इति न सूचयति। परन्तु इदानीं तत्र आश्रयः ज्ञातुम् इच्छामः चेत् तत्र मतुप्रत्ययं योजयामः। तर्हि अत्र गुणवाचकशब्दः अस्ति श्रद्धा, श्रद्धा इत्यस्य अनन्तरं मतुप्रत्ययं योजयामः चेत् तत्र श्रद्धावान् इति भवति। श्रद्धावान् इति आगच्छति चेत् श्रद्धा अस्य अस्मिन् वा इत्युक्ते तत्र आधारः अपि इदानीं सूचयति। तर्हि गुणवाचकशब्दात् इदानीं गुणिवाचकशब्दः आगच्छति मतुप्रत्ययस्य योजनेन। एवमेव अत्र बलं मतुप्रत्ययस्य योजने बलवान् बलि, धैर्यम् इति गुणवाचकशब्दात् धैर्यवान् इति गुणिवाचकशब्दः, संयमः इति गुणवाचकशब्दात् संयमी इति गुणिवाचकशब्दः, उत्साहः इत्यस्मात् उत्साही इति गुणिवाचकशब्दः। अत्र इदानीम् अत्र द्वितीय स्तरः अस्ति अत्र केवलं गुणिवाचकशब्दः इति। गुणिवाचकशब्दः वयं जानीमः अत्र आधारादेय भावः, अत्र न केवलं गुणं सूचयति अपि च यस्मिन् तादृशगुणः अस्ति तस्य अपि ज्ञानं भवति। अत्र तादृशगुणिवाचकशब्दात् यदि वयं भावप्रत्ययं योजयामः, अत्र भावप्रत्ययाः त्व तल् शै इत्यादि प्रत्ययाः, तेषां संयोजनेन अत्र गुणवाचकशब्दः निष्पन्नः भवति। तर्हि अत्र गुणवाचकशब्दः आश्रयं न सूचयति। उत्तमः इति गुणिवाचकशब्दः, तस्य अनन्तरम् अत्र भावप्रत्ययं योजयामः चेत् तत्र उत्तमत्वं त्वप्रत्ययस्य योजनेन उत्तमत्वं, तल् इति योजनेन उत्तमता, शै इति योजनेन औन्नत्यम्, एवमेव अत्र विशालः विशालत्वं विशालता वैशाल्यं, सुन्दरः सुन्दरत्वं सुन्दरता सौन्दर्यम्। इदानीम् अत्र सुन्दरत्वं सुन्दरता सौन्दर्यम् इति कथनेन अत्र केवलं गुणमेव सूचयति, भावः एव सूचयति, न तु आश्रयः, अत्र केवलं गुणवाचकशब्दः भवति। अनन्तरं यत्र गुणवाचकशब्दः अपि गुणिवाचकशब्दः अपि तस्य तत्र गुणवाचकशब्दात् यदि वयं भावप्रत्ययं योजयामः, क्षम्यतां, गुणवाचकशब्दात् यदि वयं मतुप्रत्ययः योजयामः चेत् तत्र गुणिवाचकशब्दः आगच्छति. गुणिवाचकशब्दात् तत्र भावप्रत्ययं योजयामः चेत् तत्र गुणवाचकशब्दः आगच्छति इति कृत्वा तत्र मधुपार्थ्याः भावार्थ्याः प्रयुक्तुं शक्याः इति अत्र दत्तमस्ति. सम्यक्. नमस्कारः महोदय. नमस्ते महोदय. क्षम्यतां विलम्बेन आगतं. भवतु भवतु. अत्र एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? एतन् मध्ये मुरळीमहोदयः अपि आगतवान्, जयन्त् महोदयः अपि च सरला भगिनी. नमस्ते. भवत्याः नाम एव मोहा कुशालिनी इति दृश्यति वा? आमां. मम मोबैल् फोन् अहं न जानामि कथं न कार्यं करोति. लेण्ड्लैन् प्रयोगं कृतवती. अस्तु, पठितुं शक्यते किल भगिनि? आं महोदय. इदानीं तत्र भवती एव अग्रे पठतु. अस्तु. यः गुणवाचक अपि गुणिवाचक अपि तस्य अन्वयः उभयत्र अथ कोऽपि प्रत्ययः न अपेक्षितः, किन्तु मतुपथीया भावार्थीया प्रयोक्तुं शक्या. पीतत्वं चैत्ययेतोः द्वौ गुणवाचकौ शब्दौ समानौ. पीतः इति गुण, पीतत्वम् इति गुणः. वस्त्रं पीतवस्त्रं. पीतम् इति गुणिवाचकशब्दात् त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः पीतत्वं वस्त्रम्. अनेन पीतः पीतत्वं च इत्येतौ द्वौ गुणवाचकौ शब्दौ समानौ. तथैव पीतं वस्त्रं पीतवत् वस्त्रं पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकौ शब्दौ समानौ. अत्र प्रथमं वयं दृष्टवन्तः गुणिवाचक एण्ड् गुणवाचकशब्द ते भिन्ना अस्ति. इदानीं तृतीयश्रेणी अस्ति. यः गुणवाचक अपि गुणिवाचक तस्य उभयत्र अर्थम् आगच्छति. किन्तु अर्थीया भावार्थीया प्रयोक्तुं शक्या. तस्मिन् अपि मतुप् अस्मिन् अस्य अस्ति भावार्थी अर्थम् आगच्छति. उदाहरणमस्ति पीत. यदि वयं वदामः पीत इत्युक्ते तस्मिन् पीतत्वम् अस्ति. द्वौ गुणवाचको शब्दौ समानौ. पीत अपि पीतत्वं द्वौ एकः द्वयोः अर्थ एकम् अस्ति. पीतत्वं वा पीतः यदि पीतः इति गुणः, पीतत्वम् इति गुण, द्वौ अर्थौ एकसमान अस्ति. गुण इति सूचयति. वस्त्रं पीतं वस्त्रं. पीतम् इति गुणिवाचकशब्दात् त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः पीतत्वं वस्त्रम्. यदि केवलं वयं पीतं वदामः पीतं वस्त्रम् इति तदानीं भवति गुणिवाचकशब्द. इत्युक्ते तस्मिन् पीतत्वम् अस्ति. यदि त्वं प्रत्यय योजयामः पीते पीत शब्दे पीतत्वं तस्मिन् तस्य गुणः अस्ति वस्त्रे. पीतत्वं वस्त्रम् इति सूचयति. सो गुणवाचक गुणिवाचक द्वयो अर्थो तत्र आगच्छति. अनेन पीतः पीतत्वं च चेत् द्वौ गुणवाचकशब्दौ समानौ. तथैव पीतं वस्त्रं पीतवत् वस्त्रं पीतं पीतवत् चेत् द्वौ गुणिवाचकौ शब्दौ समानौ. तथैव यदा पूर्वं पीतशब्देन त्वप्रत्ययोजयेन गुणवाचक अपि पीत द्वौ अर्थौ समानौ अस्ति. तथैव यदि मतुप्रत्यय पीतं योजयामः पीतवत् अति पीतं तत् गुणिवाचक अपि तत् भवति. द्वै एकशब्दात् द्वौ अर्थौ आगच्छति. तस्य अधीनं भवति त्वप्रत्ययोजयामः या मतुप्रत्ययोजयामः. पीतः इति गुणः, पीतत्वम् इति गुणः, वस्त्रं पीतं वस्त्रं, पीतम् इति गुणिवाचकशब्द शब्दात् त्वप्रत्यय. क्षम्यतां भगिनि, तत्र किञ्चित् दोषः वर्तते जालपुटे, पुनः पुनः तदेव लिखितमस्ति, प्रायः दोषेण लिखितमस्ति इति कृत्वा इदानीं तत्र यत् यद् भवत्या उक्तं तावत् पर्याप्तं भवति इति, पुनः एतदेव लिखितमस्ति. मयापि यः पठितं किञ्चित् भ्रमात्मकम् आसीत् किन्तु तदनन्तरमेव मया अवगतं तत् पुनः पुनः एतदेव लिखितम् इति. अस्तु सारांशः अस्ति पीतः पीतत्वम् इति एकम् अर्थ गुणः भवति, पीत पीतवत् इति गुणिवाचकः भवति. पीत यदि पीतं वयं तस्य वस्त्रे वा किति किय कोऽपि अन्य वस्तु योजयामः, पीतं वस्त्रु या पीत पीतफलं, तत्र गुणिवाचकशब्दः भवति तत्र यस्मिन् पीतत्वम् अस्ति. पीतवत् इति यदि योजय पीतवत् फलं, तत्र अपि गुणिवाचकशब्दः भवति. इति अस्ति तत्र पीतः पीतत्वम् इति द्वौ पदौ अपि समानार्थकौ, किं सूचयति इत्युक्ते गुणवाचकशब्दाः शब्दौ द्वौपि. पीतः इति यदा अस्माकं विवक्षा गुणवाचकम् इति अस्ति चेत् तत्र पीतः इति पुल्लिङ्गरूपमेव उपयोक्तव्यम् इति एव तत्र वैशिष्ट्यमस्ति. पीतः केवलं पीतः इति वदामश्चेत् तत्र नीलः इति गुणः एव बोध्यः भवति, बोध्यं भवति, न तु अन्यत् किमपि इति मनसि भवेत्. अपि च इदानीं पीतं पीतवत् इत्यनेन तौ अपि समानार्थकौ गुणिवाचकशब्दौ. अपि च अत्र पीतम् इति नपुंसकलिङ्गे अस्ति, किमर्थम् इत्युक्ते वस्त्रम् इत्यस्य विशेषणम् इति कृत्वा तत् नपुंसकलिङ्गे अस्ति, अतः पीतः पीतं पीत इति रूपत्रयमपि यदा गुणिवाचकविवक्षायाम् अस्माभिः प्रयोगः क्रियते तदा त्रिषु लिङ्गेषु रूपं भवति इति मनसि भवेत्. अस्तु अस्तु, धन्यवादः भगिनि. इदानीं बालसुब्रह्मण्य महोदय अग्रे पठति वा पुनस्मारणम् इति. केवलं श्रवणं महोदय, इदानीमेव अहम् आगतः. अस्तु गत्वा अस्तु केवलं शृणोमि. हा हा हा, क्षम्यतां. भानु चैतन्य महोदय भवान् पठति वा पुनस्मारणम् इति. आं महोदय. उन्नतः वृक्षः पुनस्मारणम्. उन्नतः वृक्षः, उन्नतः गुणिनं वृक्षं बोधयति, वृक्षवाचकशब्दः. तर्हि विशेषणं किम्? विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यम्. तर्हि पदं किम्? विशेष्यवाचकं. तथैव उन्नतः वस्तुतः विशेषणवाचकः. विशेषणम् औन्नत्यम्. औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, पृथक् क्रियते. अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन. येन विशिष्यते उन्नतः तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम्. अग्रे महोदय, उन्नतः वृक्षः एतत् वाक्येन तत्र उन्नतः इति शब्दं गुणिनं बोधयति. विशेष वृक्षवाचकशब्दः वृक्षवाचकशब्दः इति उन्नतः इति शब्दः वृक्षवाचकशब्दः इति कृत्वा तद्विशेषणमेव. तर्हि विशेषणं किम् इति तत्र उन्नतः इत्यनेन किं बोध्यम् इति चेत् वृक्षमेव बोधितं भवति, गुणिनमेव बोधितं भवति इति कृत्वा तत् कथं वा विशेषणं भवति? तत्र गुणि एव बोध्यम् अस्ति इति अस्ति विशेष्यः पदार्थः न तु पदार्थम् इति स्मर्तव्यम्। अग्रे महोदय। तर्हि पदं किं विशेष्यवाचकम्? तथैव उन्नतः वस्तुतः विशेषणवाचकः, उन्नतः तु विशेषणवाचकः, किन्तु औन्नत्यम् इति विशिष्यम् इति सूच्यते। न न, तत्र यथा लिखितं किञ्चित् भ्रमात्मकम् अस्ति, किन्तु अहमेव किञ्चित् वदामि तस्मिन् विषये। अत्र पश्यतु, उन्नतः गुणिनं बोधयति, वृक्षवाचकशब्दः, उन्नतः इति शब्दः वृक्षवाचकशब्दः, तर्हि विशेषणं किम् इति प्रश्नः महोदयेन कृतं। तदनन्तरं विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यं। तत् पूर्वम् अस्माभिः दृष्टं किल, तत्र विशेषणं विशेष्यम् इति अर्थसम्बद्धः, न तु शब्दसम्बन्धः इति यद् अस्माभिः अधीतं तदेव अत्र स्मारितमस्ति। विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यं। तर्हि पदं किं? विशेष्यवाचकम् एव पदं भवति। इदानीं वृक्षः इति विशेष्यवाचकपदमस्ति। यद् वृक्षः अस्माभिः पुरतः अस्माकं पुरतः अस्ति, यस्य स्पर्शनम् अस्माभिः कर्तुं शक्यते, तदेव विशेष्यं भवति। तथैव उन्नतः वस्तुतः विशेषणवाचकः, उन्नतः इति शब्दः इति पदं वस्तुतः विशेषणवाचकः। इदानीं विशेषणवाचकः इत्युक्ते विशेषणं किम्? औन्नत्यम् एव विशेषणम्। उन्नतः इति पदेन किं बोध्यम् इत्युक्ते औन्नत्यम् इति विशेषणं बोध्यम्। औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, प्रियक्रियते इति कृत्वा तद्विशेषणमपि भवितुमर्हति, विशेषणवाचकपदमपि भवितुमर्हति। अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन, येन विशिष्यते। उन्नतः तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम्। इदानीं तत्र औन्नत्यम् इत्येव विशेषणम्। अत्र सारांशः किम् इत्युक्ते, औन्नत्यम् इति विशेषणं, तस्य वाचकपदः पदं भवति उन्नतः इति पदम्। इदानीं तत्र उन्नतः इति वदनेन अन्येभ्यः वृक्षेभ्यः एषः वृक्षः पृथक्कृतः अस्ति इति कृत्वा तत्र औन्नत्यम् इति विशेषणम्, उन्नतः इति विशेषणवाचकपदम् इति अत्र बोध्यम्। यद्यपि उन्नतः इति विशेष्यपादक गुणिनमेव बोधयति, तथापि तत्र विशेषणस्य सङ्केतः अपि अस्ति इति अस्मिन् परिच्छेदे दत्तम्। अत्र किमपि क्लेशः वर्तते वा कस्यापि? तावदेव। औन्नत्यम् औन्नत्यम् इति विशेषणं, तस्य विशेषणस्य वाचकपदं किम् इत्युक्ते उन्नतः इति। पुनः उन्नतः इति पदं वृक्षमपि बोधयति इति कृत्वा तत्र विशेष्य गुणिवाचकपदमपि भवति, विशेषणवाचकपदमपि भवति उन्नतः इति शब्दः इति एतावत्पर्यन्तम् उक्तम्। इत्युक्ते महोदय, एतावता यद्वयं विशेषणं विशेष्यम् इति चिन्तयामः, तद् विशेषणविशेष्यं नास्ति, तद् विशेष्यवाचकं विशेषणवाचकम् इति। हा, तादृशचिन्तनम् अग्रे आयास्यति, तस्य उपोद्घातरूपेण महोदयेन एतादृशम् उक्तं। सम्यक् भगिनि, इदानीं भानुचन्द्रि भवानपि अग्रेपि पठतु, समानाधिकरणम् असमानाधिकरणं च इति अस्ति। आम्, समानाधिकरणम् असमानाधिकरणञ्च विशेषणविशेष्ययोः समानाधिकरणं न स्यात्। यथा अत्र उन्नतः वृक्षः, उन्नतः गुणिवाचकशब्दः, अतः वृक्षमेव बोधयति। द्वयोः पदयोः समानविभक्तिकत्वम् एकार्थबोधकत्वञ्च, अनेन समानाधिकरणम्। तस्मात् उन्नतः इत्युक्ते वृक्ष एव. अतः उन्नतः शब्दः वृक्षं विशेषयितुं न शक्नोति. उन्नतः वृक्षः च समानवस्तु. कथं वा उन्नतशब्देन वृक्षः भिद्येत? किन्तु औन्नत्यं भिन्नवस्तु. औन्नत्यं वृक्षयोः एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति. औन्नत्यं भिन्नं, वृक्षः भिन्नः. अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम् अस्ति. किञ्चित् वदतु अत्र महोदय. विशेषणं विशेष्यं यदस्ति द्वयोः समानाधिकरणं न सिद्ध्यति. अत्र उदाहरणार्थम् उन्नतः वृक्षः दीयते. उन्नतः तु गुणिवाचकशब्दः. उन्नतः इत्युक्ते वृक्षः एव उन्नतः. तद् दृष्टं द्वयोः पदयोः उन्नतः वृक्षः एतद्द्वयं समानविभक्ति एकार्थबोधकत्वं च. अतः समानाधिकरणम् अस्ति. उन्नतः वृक्षः मध्ये समान जानाति वा? अर्थम् एकमेव सिद्ध्यति इति अहं मन्ये महोदय. उन्नतः इत्युक्ते वृक्षः, वृक्षः इत्युक्ते अपि वृक्षः एव. सत्यम् इति उन्नतः वृक्षः इति अनयोः मध्ये एकार्थबोधकत्वमस्ति. द्वय पदद्वयमपि एकमेव अर्थं बोधयति. तत् किम् इत्युक्ते वृक्षः यदस्मात् पुरतः अस्ति तद् वृक्षः एव बोधयति इति अस्ति. तत्र प्रथमवाक्यमस्ति किल, विशेषणं विशेष्ययोः समानाधिकरणं न स्यात् इति. किन्तु एतावत्पर्यन्तं व्याकरणे अस्माभिः किम् अधीतम्? तत्र विशेषणविशेष्यभावः वक्तव्यः चेत् पदयोः विशेषणम् अपि च विशेष्यम् अनयोः मध्ये एकविभक्तिकत्वम् एकलिङ्गत्वं हा इति अस्माभिः एतावत्पर्यन्तम् अधीतं. तत्र व्याकरणे सामान्यरीत्या तादृशमेव अस्माभिः अधीतं. तत्र एकविभक्तिकत्वम् एकलिङ्गत्वम् एकवचनत्वम् इति सर्वं भवेत् विशेषणविशेष्ययोः मध्ये. किन्तु अत्र किं लिखितं? विशेषणविशेष्ययोः समानाधिकरणं न स्यात् इति लिखितं. तदेव अत्र इदानीम् अत्र चिन्तनस्य तदेव वैशिष्ट्यमस्ति. अस्मिन् चिन्तनस्य वैशिष्ट्यं किम् इत्युक्ते एतदेव. यथा उन्नतः अग्रे किञ्चित् वदतु महोदय. अनेन समानाधिकरणं, तस्मात् उन्नतः इत्युक्ते वृक्ष एव. अतः उन्नतशब्दः वृक्षं विशेषयितुं न शक्नोति. उन्नतः शब्दः वृक्षं विशेषयितुं न शक्नोति. उन्नतः वृक्षम् इति वक्तुं न शक्यते. उन्नतः वृक्षे अस्ति इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते उन्नतः अपि च वृक्षः द्वौ अपि समानार्थकौ, समानविभक्तिकौ, अपि च एकार्थबोधकत्वं तेषु तयोः अस्ति इति कृत्वा तत्र वृक्षः वृक्षः इति चिन्तयतु. इदानीं तत्र उन्नतः वृक्षः इति वाक्ये उन्नतः द्वौ अपि समानार्थकौ इत्युक्ते तत्र उन्नतः इति इत्यस्मिन् स्थले वृक्षः इति स्थापयतु. वृक्षः वृक्षः इति वदति चेत् तत्र अन्येभ्यः वृक्षेभ्यः तत्र पृथक्करणं भवति वा? तादृशबोधः भवति वा? न भवति किल? न. हा, यदि वृक्षः वृक्षः इति अनेन तत्र तादृशबोधः पृथक्करणबोधः न जायते चेत् उन्नतः वृक्षः इत्यनेनापि तादृशबोधः न जायतेव, न जायेत. किमर्थमित्युक्ते उन्नतः इत्यनेन किं बोध्यम् इति चेत् वृक्षः एव बोध्यं, न तु गुणः. तत्र गुणः किम्? औन्नत्यम् इति गुणः, औन्नत्यम् इति गुणः भिन्नं। कस्मात् भिन्नं? वृक्षात् भिन्नमस्ति। वृक्षः इति भिन्न भिन्नद्रव्यमस्ति, औन्नत्यम् इति गुणः भिन्नः अस्ति, भिन्नपदार्थः अस्ति इति कृत्वा औन्नत्यम् इति गुणः वृक्षं पृथक् अन्येभ्यः वृक्षेभ्यः पृथक् कर्तुं शक्यते। किन्तु उन्नतः इति पदं पदेन तत्र अन्येभ्यः वृक्षेभ्यः पृथक्करणं न कर्तुं शक्यते इति अत्र वार्ता अस्ति। क्षम्यतां महोदय, समानसमये वृक्षः वृक्षस्य समीपे इति वदामः, उन्नतस्य समीपे इति वयं न वदामः चेत् वृक्षस्य उपरि एवम् उन्नतस्य उपरि इति न वक्तुं शक्यते किल? तथापि वक्तुं शक्यते, तथापि वक्तुं शक्यते। इदानीम् उन्नतः इति पदेन किं बोध्यम् इति चेत् गुणि एव बोध्यं, वृक्षः एव बोध्यम् इति भवता अङ्गीकृतम् अस्ति चेत् तत्र उन्नतस्य समीपे यानम् अस्ति इति अपि वक्तुं शक्यते, इत्यपि वक्तुं नास्ति परन्तु वक्तुं शक्यते। हा, तत्र प्रयोगे लोकव्यवहारे भवति। तदानीम् इदानीं पश्यतु, वयं बहिः मिलित्वा गच्छामः, तत्र एकः उन्नतः वृक्षः अस्ति, तस्मिन् अधोभागे वयम् उपविशामः, तत्र पार्श्वे किमपि अस्ति इति चिन्तयतु, तत्र वृक्षस्य समीपे इति अपि वक्तुं शक्यते, नो चेत् उन्नतस्य समीपे इति अपि प्रयोगः भवति। तत्र सुन्दरः बालकः इति चिन्तयतु, तत्र सुन्दरः बालकः इति चिन्तयतु, बालकस्य समीपे इति अपि वक्तुं शक्यते। बालक इदानीं बालकः सुन्दरः इति बोधः यदा जातः तदनन्तरं सुन्दरस्य समीपे इति अपि वक्तुं शक्यते किल? तादृशम् अस्तु इति अत्र इदानीं तत्र मुख्यविषयः कः इत्युक्ते, समान विशेषणविशेष्ययोः मध्ये समानाधिकरणं न स्यात् इत्येव अत्र वार्ता, मुख्यवार्ता अस्ति। औन्नत्यम् इति गुणः भिन्नः, वृक्षः इति द्रव्यं भिन्नः, अनयोः मध्ये तत्र विशेषणविशेष्यभावः भवितुम् अर्हति। यदि विशेषणविशेष्यभावः तत्र पृथक्करणम् अस्माभिः विवक्षा अस्ति चेत् तत्र पृथिव्या तत्र वृक्षस्य लक्षणम् औन्नत्यम् इति वृक्षस्य इति षष्ठीपदं प्रयुज्य औन्नत्यम् इति प्रथमाविभक्त्यां विशेषणस्य प्रयोगं कृत्वा वयं वदामः वृक्षस्य औन्नत्यम् इति वदामः। यदा कदापि औन्नत्यः वृक्षः इति यदा कदापि न वदामः। यदा तादृशं वदामश्चेत् तत्र एकार्थबोधकत्वमेव अस्ति इति कृत्वा विशेषणविशेष्ययोः मध्ये यदा कदापि समान अर्थ समानविभक्तिकत्वम् अपि च एकार्थबोधकत्वं यदा कदापि न भवति इति अत्र मुख्य विषयः उक्तः अस्ति। अस्मिन् विषये कस्यापि प्रश्नः अस्ति वा? तर्हि अत्र न्यायशास्त्रे तथा चिन्तनं, परन्तु व्याकरणशास्त्रे भिन्नचिन्तनं खलु? सत्यं, किन्तु व्याकरणशास्त्रे अपि एतादृशमेव चिन्तनं, तत्र यदा वयं वदामः तत्र अग्रे आयास्यति कथं वा व्याकरणशास्त्रे समानार्थ समानविभक्तिकत्वं एकार्थबोधकत्वं स्वीकृतं तथापि विशेषणम् इति स्वीकृतम् इति कथं वा इति अग्रे तर्कः आयास्यति। अस्तु अस्तु महोदय, अत्र इदानीम् उन्नतः तस्य अधिकरणं भवति वृक्ष एव, किन्तु औन्नत्य तस्य अधिकरणं भवति उन्नत, तत् साधु? औन्नत्यम् इति गुणस्य औन्नत तस्मिन् गुणः अस्ति, औन्नत्यम् अस्तु, सो तस्य अधिकरणम् उन्नतं भवति न औन्नत्यस्य सत्यं सत्यम् औन्नत्यम् इति गुणस्य अधिकरणं भवति उन्नतः इति. आमां सत्यम्. अत्र शीर्षकस्य समानाधिकरणं असमानाधिकरणं, किन्तु औन्नत्यस्य अधिकरणं न दत्तमस्ति अत्र. हा हा हा अग्रे अग्रे महोदय. अस्तु अस्तु अस्तु तर्हि अग्रे गमिष्यामः. इदानीं रघुपति, धन्यवादः भवान् चेतनी महोदय. रघुपतिमहोदय भवान् पठति वा वृक्षस्य विशेष. हा महोदय, वृक्षस्य विशेषणद्वयम्. एकम् औन्नत्यम् इति गुणः वृक्षस्य एकं विशेषणं. तस्य कार्यम् औन्नत्यम् इति गुणः अस्मिन् वृक्षे अस्ति, अपरेषु वृक्षे नास्ति. अतः इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति. द्वितीयं तु वृक्षत्वम् इति जातिः. वृक्षस्य द्वितीयं विशेषणं, तस्य कार्यं सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातीयेभ्यः सर्वान् वृक्षान् पृथक् करोति. वृक्षः गृहात् भिन्नः, यानात् भिन्नः, मनुष्यात् भिन्नः इति कथम्? वृक्षे वृक्षत्वम् अस्ति, गृहे याने मनुष्ये च वृक्षत्वं नास्ति. अतः वृक्षत्वम् इति जात्या वृक्षः भिद्यते. वृक्षत्वम् इति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति. तर्हि विशेषणद्वयम् अस्ति, गुणः जातिः च. वस्तुतः ततः अधिकविध विशेषणानि अपि सम्भवन्ति. हा महोदय, वृक्षस्य विशेषणद्वयम् अस्ति. पूर्वपृष्ठे वयं दृष्टवन्तः औन्नत्यम् अस्ति इति. अत्र द्वे विशेषण स्तः, एकमस्ति औन्नत्यम्, अपरमस्ति वृक्षत्वम्. औन्नत्यमिति गुणः तस्य विशेषणं, तस्य कार्यम् अस्ति इतरे अपरेषु वृक्षेषु पृथक् करोति. अपरेषु अन्यत् वृक्षेषु अन्येभ्यः वृक्षेभ्यः पृथक् करोति गुणः, औन्नत्यमिति गुणः. यदा वयं वक्तुं शक्नुमः उन्नतः वृक्षः, अत्र औन्नत्यमिति गुणः अस्ति. औन्नत्यमिति गुणः अपरेषु वृक्षेषु नास्ति. अतः इमं वृक्षं, यः वृक्षः अन्येभ्यः वृक्षेभ्यः पृथक् अस्ति इति. द्वितीयमस्ति वृक्षत्वम्. वृक्षत्वम् इति जातिः, तस्य कार्यमस्ति अन्यपदार्थेषु इति. तस्य जातिः अस्ति, अतः अन्येभ्यः पदार्थेभ्यः पृथक् करोति. यथा वृक्षः गृहात् भिन्नः, यानात् भिन्नः. वृक्षत्वं नास्ति, गृहे नास्ति, याने नास्ति, मनुष्ये नास्ति, वृक्षत्वं नास्ति. अतः वृक्षत्वम् इति जात्या वृक्षः भिद्यते. अन्येभ्यः द्रव्येभ्यः. अतः वृक्षत्वम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति, वृक्षं पृथक् करोति. तर्हि अतः विशेषणद्वयम् अस्ति, गुण अपि च जाति इति. सत्यं, तत्र वृक्षस्य विशेषणद्वयम् अस्ति इति. एकं तु औन्नत्यम् इति गुणः, अनेन किं साधितम् इति चेत् तत्र बहवः वृक्षाः सन्ति, वृक्षाः सन्ति इति चिन्तयतु. तेषु ते वृक्षाः सर्वे सजातीयाः, इत्युक्ते एकमेव जातिः, सर्वेषां वृक्षाणाम् एकमेव जातिः. जातिः किं? वृक्षत्वम् इति जातिः. अतः ते सर्वे वृक्षाः एकस्मिन् जात्याम् अस्ति, अतः तेषां नामकरणं भवति सजातीय, सजातीयाः इति. सजातीयः इत्युक्ते ययोः येषां मध्ये एकमेव जातिः, ते सजातीयाः इति तत्र पारिभाषिकशब्दः अस्ति. सजातीयः इति, सजातीयाः इति. इदानीं सजातीयाः मध्ये पृथक् पृथक्करणम् अस्माभिः कार्यं चेत् तत्र औन्नत्यम् इति एतादृशगुणं स्वीकृत्य एव सजातीय वस्तुनः मध्ये, वस्तुभ्यः मध्ये पृथक्करणम् अस्माभिः कार्यं कर्तुं शक्यते. तत्र औन्नत्यम् इति चिन्तयतु, तत्र बहवः वृक्षाः सन्ति, तेषु एकः उन्नतः अस्ति इति अस्ति चेत् तत्र औन्नत्यम् इति जात्या एषः वृक्षः पृथक्कृतः भवति अन्येभ्यः वृक्षेभ्यः. एषः वृक्षः औन्नत्यजात्या पृथक्कृतः भवति इति अस्ति. पुनः इदानीं तत्र केवलं वृक्षाः नास्ति, बहवः पदार्थाः सन्ति इति चिन्तयतु. तत्र यानमस्ति, यानानि सन्ति, घटाः सन्ति, पुष्पाणि सन्ति, वृक्षाः सन्ति इति चिन्तयतु. इदानीं तत्र परस्परम्, इदानीं तत्र वृक्षः घटाद् भिन्नम् इति वक्तव्यं चेत् तत्र औन्नत्यम् इति गुणं स्वीकृत्य वदामश्चेत् तत्र प्रायः दोषः अपि भवितुमर्हति इति कृत्वा, किं विशेषणं स्वीकृत्य अत्र पृथक् करणं कार्यम् इति चेत् जातिं स्वीकृत्य, इत्युक्ते अत्र इत्युक्ते विजातीयेभ्यः वस्तुभ्यः पृथक्करणं कथं वा साधयितुं शक्यते इति चेत् तत्र जाति स्वीकृत्य पृथक् कर्तुं शक्यते. इदानीं तत्र वृक्षः घटाद् भिन्नः इति वदामश्चेत् तत्र भेदः कथं वा साधितम् इति चेत् जातिं स्वीकृत्य, कथं साधितं? वृक्षे वृक्षत्वम् अस्ति, किन्तु घटे वृक्षत्वम् अस्ति वा? नास्ति, घटत्वमेव अस्ति इति कृत्वा तत्र वृक्षः घटाद् भिन्नः इति अवगन्तुं शक्यते. किन्तु यदा एकः वृक्षः अस्ति, अन्यः वृक्षः अस्ति, अनयोः मध्ये जातिं स्वीकृत्य पृथक्करणं कर्तुं शक्यते वा इति चेत् न. वृक्षे अपि वृक्षत्वमस्ति, अन्यस्मिन् वृक्षे अपि वृक्षत्वम् अस्ति इति कृत्वा वृक्षत्वम् इति विशेषणं स्वीकृत्य तत्र पृथक्करणं न साधयितुं शक्यते. कथं साधयितुं शक्यते इत्युक्ते एकस्मिन् वृक्षे विद्यमानगुणं स्वीकृत्य, औन्नत्यम्, उदाहरणार्थम् औन्नत्यम् इति गुणं स्वीकृत्य एषः वृक्षः उन्नतः, तस्मिन् औन्नत्यम् इति गुणः वर्तते. अन्यः वृक्षः उन्नतः नास्ति, तस्मिन् औन्नत्यम् इति गुणः नास्ति इति कृत्वा औन्नत्यम् इति गुणं स्वीकृत्य सजातीय वस्तुभ्यः पृथक्करणं साधयितुं शक्यते इति वार्ता अस्ति अत्र. कस्यापि प्रश्नः अस्ति वा महोदय? अत्र नामकरणं, वृक्षाणां नामकरणं स्वीकृत्य अपि पृथक् कर्तुं शक्नुमः खलु अन्येभ्यः वस्तुभ्यः? नामकरणम् इत्युक्ते स्वीकृत्य वा? न, वृक्षः इति न, वृक्षस्य नामकरणम् अस्ति खलु अत्र, नारिकेलवृक्षः अथवा. सत्यं सत्यं. तर्हि विशेषणद्वयम् एव इति नास्ति, तर्हि विशेषणत्रयम् अपि भवति, त्रयं वा चतुष्टयमपि भवितुमर्हति. तदेव अग्रे आयास्यति भगिनि, वस्तुतः ततः अधिकविधविशेषणानि अपि सम्भवन्ति इति अस्ति किल. यत्र पुनः प्रत्येकफलस्य अपि भिन्ना प्रकाराः सन्ति अपि, सत्यं तदपि विजातीय भवति. सत्यं सत्यं. तत्र जाति यदा जाति जातिविषये विषये अस्माभिः अधीतं तत्र पराजातिः अपराजातिः परापराजातिः इति अवगतं इदानीं तत्र वृक्षः इति वदामश्चेत् तत्र पराजातिः भवति पराजातिः भवति इति कृत्वा तत्र विजातीयम् इति स्वीकृतं यदा ततः अधः गच्छामश्चेत् अपराजातिं प्रति गच्छामश्चेत् तत्र नामकरणं नाममपि तत्र पृथक् कर्तुं योग्यं भवति. अस्तु इदानीं तत्र मुरळीमहोदय पठति वा अधिकविधविशेषणानि इति. मुरळीमहोदय अस्ति वा? अस्ति महोदय. हा पठति वा अधिकविधविशेषणानि? पठामि महोदय. अधिकविधविशेषणानि, विशेषणम् इत्युक्ते येन विशिष्यते, अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुतभ्यः विशिष्यते तत् विशेषणम्. भूतले नीलः इति गुणः, भूतलत्वम् इति जातिः, घटः इति द्रव्यम्, द्रविः भूतलं विशिष्यते. अतः अत्र विशेषत्रयम् अस्ति, विशेषणानि गुणः नीलः, जातिः भूतलत्वं भूतलं, द्रव्यं घटः. बालके औन्नत्यम् इति गुणः, बालकत्वम् इति जातिः, धनम् इति द्रव्यं, लेखनक्रिया इति कर्म, घटाभावः इति अभावः. पञ्चमी बालकः पञ्चभिः बालकः विशिष्यते, अतः विशेषणपञ्चकम् अस्ति. समवाय विशेष विशेष न न समवायविषये समवायविषये विशेषविषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम्. अस्तु, भवता वक्तुं शक्यते वा किं विशेषणानि? विशेषणम् इत्युक्ते येन विशिष्यते इति बोध्यम्. विशेषणम् इत्युक्ते येन विशिष्यते, अतः येन केनापि एकं वस्तु अन्येभ्यः वत्यस्तु विशिष्यते तत् विशेषणम्. अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुभ्यः विशिष्यते तत् विशेषणम्. इत्युक्ते तत्र विशेषणम् इत्युक्ते किम् इति चेत् तत्र अन्येभ्यः वस्तुभ्यः यः धर्मः पृथक् करोति तदेव विशेषणम् इति अस्ति. भूतले इति गुणः, भूतलत्वम् इति जातिः, घटः इति द्रव्यम्, तत्र त्रिभिः भूतलं विशिष्यते. तत् अत्र विशेषणत्रयम् अस्ति, भूतले नीलघटं नीलघटमस्ति तत्र वाक्ये, भूतलं भूतले भूतले नीलघटम् इति नास्ति, नीलघटः इति नास्ति, नीलः इति गुणः साक्षात् भूतले अस्ति, भूतलमेव नील नीलवर्णे अस्ति. इति कृत्वा तत्र गुणः अपि गुणः अपि भूतलम् इति द्रव्यस्य विशेषणं भवितुम् अर्हति. अस्मिन् भूतलं नीलवर्णे अस्ति, अन्यं भूतलं नीलवर्णे नास्ति इति कृत्वा नीलवर्णेन एतद् भूतलं विशिष्टं भवति, पृथक्कृतम् अस्ति इति कृत्वा गुणः द्रव्यस्य विशेषणं भवितुमर्हति. महोदय किञ्चित् म्यूट् मध्ये भवति वा, प्रतिध्वनिः आगच्छति. क्षम्यताम्. एवमेव तत्र जाति अपि भूतलत्वस्य भूतलस्य विशेषणं भवति. भूतले भूतलत्वम् इति जातिः अस्ति, तत्तु याने नास्ति, घटे नास्ति, घटे घटत्वमेव अस्ति, याने यानत्वमेव अस्ति इति कृत्वा भूतलत्वम् इति इति जातिः अपि भूतलं विशिष्यते इति अस्ति. पुनः घटः इति भिन्नद्रव्यम् अपि विशेषणं भवितुमर्हति. तत् कथमिति चेत् अस्मिन् भूतले घटः अस्ति, तस्मिन् भूतले घटः नास्ति इति कृत्वा तत्र घटं यदा एकस्मिन् भूतले घटः वर्तते तद् भूतलं घटेन विशिष्यते, अन्यद् भूतलं तु घटेन न विशिष्यते. किमर्थम् इत्युक्ते तत्र भूतलं तत्र घटः नास्ति इति कृत्वा गुणः अपि विशेषणं भवितुं पृथक् कर्तुं शक्यते, गुणेन पृथक् कर्तुं शक्यते, जात्या पृथक् कर्तुं शक्यते, द्रव्येण भिन्नद्रव्येणापि पृथक् कर्तुं शक्यते. कस्य? एकस्य द्रव्यस्य इति अस्ति. पुनः अत्र किम् उक्तं, बालके तत्र इतोपि किञ्चित् उक्तम् अत्र, बालके औन्नत्यम् इति गुणः, उन्नतः बालतः औन्नत्यम् इति गुणः अस्ति इति कृत्वा औन्नत्यगुणेन बालकः विशिष्यते इति एकं. बालकत्वम् इति जातिः अस्ति, बालके बालकत्वम् इति जातिः, बालके घटत्वम् इति नास्ति, तत् विजानीयः. अतः बालकत्वम् इति जात्या बालकः विशिष्यते. इदानीं चिन्तयतु, धनमस्ति इति तस्य कृते, धनेन एषः बालकः विशिष्यते. कस्मात् इत्युक्ते येषां बालकानां कृते धनं नास्ति तेषां तेभ्यः एषः बालकः विशिष्यते धनम् इति द्रव्येण. एकनिमिषं, प्रतिध्वनिः आगच्छति. हा, पुनः लेखनक्रिया इति कर्म कर्मणा, हा क्षम्यतां, लेखनक्रिया इति कर्मणा अपि बालकस्य पृथक्करणम् अस्माभिः कर्तुं शक्यते. एषः बालकः लिखन् अस्ति, अन्यः बालकः पठन् अस्ति. पठन् अस्ति इत्युक्ते सः न लिखति इति कृत्वा एषः बालकः इदानीं कर्मणा विशिष्यते इति, बालकः कर्मणा विशिष्यते इति कृत्वा कर्म अपि विशेषणं भवितुम् अर्हति. पुनः घट अभावः इति अभावः अपि, अभावः अपि तत्र विशेषणरूपेण कार्यं कर्तुं शक्यते, पृथक्करणार्थम् उपयोगं भवति. कथम् इति चेत् अस्मिन् भूतले घट अभावः अस्ति, तस्मिन् भूतले घटस्तु अस्ति, अतः यत्र घटः वर्तते तत्र घटाभावः नास्ति इति कृत्वा इदानीं कोऽपि पृच्छति घटम् आनय्य, सः पृच्छति कुत्र अहं स्थापयामि इति चेत् अहं वदामि यत्र घटाभावः अस्ति तत्र स्थापयतु इति वदामश्चेत् तत्र यत्र घटाभावः अस्ति तादृशभूतलं मया पृथक् कृतम् अनेन इति कृत्वा अभावः अपि विशेषणरूपेण कार्यं करोति इति. पञ्चविशेषणानि भवितुमर्हति, गुणः, जातिः, अन्यद्रव्यः, कर्म अपि च अभावः. एतत् सर्वं तत्र विशेषणरूपेण कार्यं कर्तुं शक्यते. विशेषणरूपेण कार्यं कर्तुं शक्यते इत्युक्ते पृथक् कर्तुं शक्यते इति अस्ति. पञ्चभिः बालकः विशिष्यते, अतः विशेषणं पञ्चकम् अस्ति. इदानीं तत्र समवायविषये विशेषविषये इति दत्तं, तत्र कस्मिन् विषये उक्तम् इति मुरलीमहोदय तस्य भवतः बोधः जातः वा, किञ्चित् वदति वा? समवायविषये विशेषविषये इत्युक्ते किम्? न श्रूयते महोदय. हलो, हा वदतु महोदय. अहं न शृणोमि. हा इदानीं श्रूयते वा? न शृणोमि. अस्तु, तर्हि प्रायः भवान् बहिः गत्वा आगच्छतु एकवारम्. बालसुब्रह्मण्य महोदय, अस्मिन् विषये किञ्चित् वदति वा? समवायविषये विशेषविषये इति अस्ति किल. समवायविषयः इति अत्र पश्यतु, पदार्थाः सप्तविधाः अस्ति इति प्रथमपाठम् अस्ति नैयायिकानां प्रथमपाठः. पदार्थाः सप्तविधः, द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः सन्ति इति ते वदन्ति किल. तेषु इदानीं द्रव्यं गुणकर्म सामान्य इत्युक्ते जाति अपि च अभावः, एते पञ्च पदार्थाः विशेषणरूपेण कार्यं कर्तुं शक्यते इति पूर्वस्मिन् वाक्ये उक्तम्. इदानीं समवायः इति पदार्थः अस्ति, अपि च विशेषः इति पदार्थः अस्ति, तेषां का तयोः का गतिः इति ते अपि समवायः इति सम्बन्धः, विशेषः इति पदार्थः, तौ अपि विशेषणरूपेण कार्यं कर्तुं शक्यते वा, विशेषण अनेन अनेन अवाभ्याम् अवाभ्याम् इति अस्ति विद्या भगिनी, अवाभ्याम् इत्येव किल, किञ्चित् भ्रमः जातः. अनयोः अनयोः क्षम्यतां, न न तत्र तृतीया द्विवचनं किं भवति इति आवाभ्याम्. आवाभ्यामेव, हा सत्तु, तदेव मम मनसि आसीत्, आवाभ्याम्. आवाभ्यां विशेषण विशेषणं कर्तुं शक्यते वा इति प्रश्नं अस्माभिः मनसि उदेति, तस्य उत्तरं करपत्रस्य अस्मिन् करपत्रस्य अन्ते परिशिष्टे द्रष्टव्यम् इति महोदयेन लिखितं, तावदेव अस्ति अत्र. समवायविषये इत्युक्ते समवाय इति पदार्थः तस्मिन् विषये, विशेष इति पदार्थः तस्मिन् विषये, तदपि तौ अपि विशेषणरूपेण कार्यं कर्तुं शक्यते वा इति प्रश्नस्य उत्तरम् अत्र करपत्रे अन्ते दत्तम् इति महोदयेन लिखितं, तावदेव. आवाभ्याम् आवाभ्याम् इत्युक्ते तद् अस्मत्शब्दस्य किल, सत्यं. हा हा ताभ्याम्, अस्तु धन्यवादः भगिनि. हा ताभ्यां समर्था अस्ति वा विशेषणरूपेण कार्यं कर्तुं समर्था अस्ति वा इति चेत् तस्मिन् विषये अग्रे अन्तिमभागे दत्तम् अस्ति इति. महोदय मम एकः प्रश्नः अस्ति. हा अत्र विशेषणानि इति दत्वा नीलः इति विशेषणम् इति कथं वक्तुं शक्नुमः? अत्र नीलत्वम् अथवा नीलम् इति विशेषणम्, अत्र नीलः इति विशेषणवाचकपदं खलु? हां, किन्तु नीलः इति पदं स्वयं गुणः बोधयति किल, पुल्लिङ्गे वर्तते चेत् तत्र विशेषणं न भवति गुणेन. नीलः इति वर्णः, नीलः इति वर्णः विशेषणं नास्ति खलु? इदानीम् अत्र भूतलम् इत्यस्य विशेषणं वक्तुम् इच्छामः चेत् अत्र नीलम् अथवा नीलत्वं इति एव विशेषणं. नीलः एतत्र उन्नतः वृक्षः उन्नतः इति विशेषणं नास्ति, अत्र नीलः इति विशेषणं नास्ति खलु. न न, अत्र यदा वयं वाक्ये योजयामश्चेत् इदानीं नील नीलं भूतलम् इति वदामश्चेत् तत्र एव नीलम् इति नपुंसकलिङ्गे भवेत्. इदानीं विशेषणं किम् इत्युक्ते नीलः इति वर्णः एव विशेषणं, परन्तु तत्र अग्रे भूतलमपि दत्तमस्ति खलु. भूतलं विशेषणानि नीलः, भूतलत्वं, घटः, अनन्तरं भूतलम् इति दत्तम्. अतः एव मम किञ्चित् भ्रमः. हा अस्तु, अत्र अत्र यत् कथं वा अवगन्तव्यम् इति चेत् तत्र नीलः इति गुणः भूतलं विशिष्यते इति एकं, भूतलत्वम् इति जातिः भूतलत्वं विशिष्यते, भूतलं विशिष्यते. घटः इति द्रव्यं भू सारि विशिष्यते इति मया दोषेन उक्तं, तत्र पुनः वदामि. नीलः इति गुणेन भूतलं विशिष्यते इति वाक्यं साधु किल भगिनि. इति गुणेन भूतलं विशिष्य समये. हा एवमेव, भूतलत्वम् इति जात्या भूतलं विशिष्यते. पुनः घटः इति द्रव्येण भूतलं विशिष्यते इति अवगन्तव्यम् तत्र. अस्तु अस्तु अस्तु, अत्र अत्र सर्वं समानस्थले दत्तमस्ति इति कृत्वा मम भ्रमः जातः. अत्र भूतलमपि दत्तमस्ति, अत्र नीलः इति अस्ति, अतः अत्र विशेषणम् अस्ति वा विशेष्य विशेषणवाचकमस्ति वा इति. सत्यं सत्यं, किन्तु नीलः गुणेन भूतलं विशिष्यते इति अस्ति तादृशं. तत्र नीलम् इति गुणेन इति वदामश्चेत् तत्र दोषाय भवति. महोदय, तैः सर्वैः भूतलं विशिष्यते, किन्तु ते सर्वे समवायसम्बन्धेन भवति रैट्? भूतले गुण भूत अस्तु, नीलः इति गुणः समवायसम्बन्धेन भूतले द्रव्ये वर्तते, भूतलत्वम् इति जातिः अपि समवायसम्बन्धेन भूतले वर्तते, संयोगसम्बन्धेन वर्तते, न तु समवायसम्बन्धेन. समवायसम्बन्धेन द्रव्ययोः मध्ये संयोगसम्बन्धः, बालसुब्रह्मण्यं किमपि उक्तं वा? मम चिन्तनमस्ति समवायं समवाय इति किञ्चित् निरन्तरत्वम् अस्ति इति. निरन्तरत्वम् अस्ति, निरन्तरत्वं विशेषणविशेष्यं संयोगसम्बन्धेन अपि वर्तयितुं शक्यते. यद्भवता यद्भवतः विवक्षा अस्ति तत् प्रायः मम तस्मिन् विषये मम अवगमनमस्ति. प्रायः भवान् किं वक्तुम् इच्छति इत्युक्ते घटकपालयोः मध्ये समवायसम्बन्धः अस्ति, यदा सम्बन्धः टूटितः भवति तदा घटः एव टूटितः भवति इति नित्यत्वमस्ति तत् सम्बन्धस्य, कारणकार्ययोः मध्ये नित्यत्वमस्ति. किन्तु अत्र तादृशं, यद्यपि नीलः इति गुणः समवायसम्बन्धेन भूतले द्रव्ये वर्तते, तथापि अत्र अस्माकं विवक्षा अस्ति, अत्र कार्यकारणभावः नास्ति, अत्र पृथक्करणमेव अस्माकं विवक्षा. एतद् भूतलम् अन्येभ्यः भूतलेभ्यः कथं वा पृथक् कर्तुं मया शक्यते, किं धर्मं स्वीकृत्य मया प्रियकर्तुं शक्यते इति प्रश्नस्य उत्तरं भवति नीलः इति गुणेन पृथक् कर्तुं शक्यते, भूतलत्वम् इति जात्या पृथक् कर्तुं शक्यते, भिन्नः द्रव्यः भिन्नं द्रव्यं घटः इति द्रव्यं स्वीकृत्यापि तस्य भूतलस्य अस्य भूतलस्य पृथक् कर्तुं शक्यते इति अस्ति. एवमेव अग्रे गत्वा तत्र बालकस्य पृथक् करणं तत्र पञ्चभिः कर्तुं शक्यते इति अस्ति. तत्र द्रव्येण, जात्या, गुणेन, कर्मणा, अभावेन इति पञ्चपदार्थेनापि तत्र एकस्य बालकस्य पृथक्करणं कर्तुं साधयितुं शक्यते इति अस्ति. इदानीं परिशिष्टं किं? द्वौ एव पदार्थौ, तौ कौ समवायः विशेषः इति, तेषां विषये अन्ते उक्तम् इति अस्ति. अस्तु, इदानीं भवान् किञ्चित् पठति वा, पठितुं शक्यते वा विशेषणानां विशेषणवाचकपदानि इति? परिशिष्टं न विशेष विशेषविषयोः अर्थः एवं वा तत्र अधोभागे अस्ति, तत्सर्वम् अस्माभिः कृतम्, इदानीं मध्ये सन्ति विशेषणानां विशेषणवाचकपदानि इति शीर्षकमस्ति. सूत्राणि एव अहं पश्यामि. न तत् अधोभागे आगच्छतु. Page 6. Page 6. विशेषणानां विशेषणवाचकपदानि एवं तदेव. अत्र बालके विद्यमान औन्नत्यस्य विशेषणवाचकपदम् उन्नतः. बालके विद्यमान धनस्य विशेषणवाचकपदं धनवान्. बालके विद्यमानलेखनक्रियायाः विशेषणवाचकपदं लेखनक्रियावान्. बालके विद्यमानघट अभावस्य विशेषणवाचकपदं घट अभाववान्. बालके विद्यमान बालकत्वस्य विशेषणवाचकपदं बालकः एव. अत्र किं दत्तं वदति? विशेषणवाचकपदम् उन्नतः वयं दृष्टवन्तः. बालके विद्यमान औन्नत्यस्य विशेषणपदम् उन्नतः वाचकपदं विशेषणवाचकपदम् एवमेव. बालके विद्यमानधनस्य विशेषणवाचकपदं धनवान्. विशेषणधनत्वं बालके विद्यमानलेखनक्रियायाः क्रियामूलं पृथक् कर्तुं शक्यते. वयं दृष्टवन्तः बालके विद्यमानलेखनक्रियायाः विशेषणवाच्य वाचकपदं लेखनक्रियावान् उपयुज्य. बालके विद्यमानघट अभावस्य विशेषणवाचकपदं घट अभवान् भवान् उक्तवान् किल. बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव. पूर्वम् उक्तमेव उन्नतः उन्नत्यम् एतयोः मध्ये भिन्नः भेदः अस्ति किल. एवमेव अपरस्मिन् गुणेषु एव. इदानीं तत्र किञ्चित् व्याकरणरीत्या पश्यामः. तत्र औन्नत्यम् इति गुणः स्वीकृत्य तत्र मतु प्रत्ययं योजयित्वा किं भवति इति वदति वा? औन्नत्यं योगः मतु. औन्नत्यम् उन्नत उन्नतवान् उन्नतवान् अथवा उन्नतवत्. न न कथम् उन्नतवत् इति रूपं कथं भवति? औन्नत्यं योगः मतु. क्षम्यतां महोदय, औन्नत्यवत्. हा सत्यम्, औन्नत्यवत् इति प्रातिपदिकं भवति. यदि विशेष्यं पुल्लिङ्गे अस्ति चेत् औन्नत्यवान् इति रूपं भवति. औन्नत्यवान् अपि च उन्नतः, अनयोः मध्ये भेदः अस्ति वा? समानमेव. समानमेव इति वृक्षः औन्नत्यवान् इति यस्मिन् औन्नत्यम् अस्ति. सत्यं सत्यम्. अतः औन्नत्यवान् उन्नतः द्वयौ द्वयमपि समानार्थकौ इति अस्ति. अपि च द्वौ अपि विशेषणवाचकपदमस्ति. एवमेव सो औन्नत्यवान् इति अपि वक्तुं शक्यते, उन्नतः इति अपि वक्तुं शक्यते. एवमेव धनवान् इति विशेषणवाचकपदं, लेखनक्रियावान् इति विशेषणवाचकपदं, घटाभाववान् इति विशेषणवाचकपदं. किन्तु यदा जातिं स्वीकृत्य वदामश्चेत् तत्र इदानीं बालकत्वं, बालकत्वं योगः मतुप् इति इति करोतु, किं भवति? बालकत्वं, बालकत्वम् इति जातिः, बालकत्वम् इति जातिः, तत्र अधोगमनार्थं मतुप् प्रत्ययः योजनीयः. बालकत्वं योगः मतुप् किं भवति? बालकत्ववत् इति. बालकत्ववत्. इदानीं पुल्लिङ्गे बालकत्ववान्. हा, बालकत्ववान् इत्यनेन बालकः एव बोधितं भवति इति कृत्वा तत्र बालकः यथा उन्नतः इति भवति, औन्नत्यवान्, औन्नत्ववान्. यदा औन्नत्ववान् इति उन्नतः इति पदम् औन्नत्यत्ववान्. किन्तु अहं चिन्तयामि तादृशचिन्तनं समीचीनं वा न वा इति व्याकरणरीत्या. विद्याभगिनी किं चिन्तयति? औन्नत्यम् इत्येव भाववाचकपदार्थं, तस्य भावं पुनः वदतु, वक्तुं शक्यते वा इति. पुनः तस्य अर्थः किं भवति, किमर्थं पुनः वक्तुमिच्छामः? न, तत्र उन्नतः इति तत्र पश्यतु, अस्मिन् परिच्छेदे धनवान्, लेखनक्रियावान्, घट अभाववान् इति रूपं दत्तमस्ति किल. तादृशं मतुप्रत्ययं योजयित्वा औन्नत्यं योगः मतुप्रत्ययः रूपं किं भवति इति तादृशचिन्तनमासीत् मम. औन्नत्यवत् इति उक्तं खलु? औन्नत्यवत्, औन्नत्यवान् इति भवति, सत्यं. तत्र औन्नत्यवान् अपि च उन्नतः द्वयोः द्वयमपि समानार्थकौ, समानस्तरे आगच्छति. हा, समानस्तरे आगच्छति, समानार्थकौ. एवमेव बालकत्ववान् अपि च बालकः द्वयमपि समानस्तरे आगच्छति, समानस्तरे आगच्छति, समानस्तरे आगच्छति इति अस्ति. तत्र एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? न महोदय. अस्तु, तर्हि समयः जातः, अत्र स्थगयामः. अस्तु, सर्वेषां नमस्कारः, धन्यवादाः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः.